अस्तु, तर्हि अस्माकं विषयः अस्ति तत्र न्यायशास्त्रम् इति, तस्य तत्र अनुवर्तयामः. तर्हि गते सप्ताहे वयम् उद्देशग्रन्थः इति प्रथमभागस्य समापनं कृतवन्तः. तत्र ये पारिभाषिकशब्दाः आसन् तेषां परिचयः तत्सर्वं जातः. तर्हि इतः अनन्तरं तत्र लक्षणभागः इति भागः आरम्भं भवति. तत्र प्रथमं तत्र द्रव्यनिरूपणं कृत्वा, तत्र द्रव्यात् एव वयम् आरम्भम् अपि कृतवन्तः खलु. तत्र प्रथमे पुटे पश्यामः चेत् अपि तत्र द्रव्यम् इति नवद्रव्याणि, तस्मिन् के गुणाः सन्ति इति तत्सर्वम् अस्ति खलु. तथैव तत्र द्रव्यात् एव अत्रापि आरम्भं भवति. तर्हि प्रथमं तत्र लक्ष्यम् इत्युक्ते किं, लक्षणम् इत्युक्ते किम् इति तस्य ज्ञानं प्राप्य, तदनन्तरं तत्र द्रव्यस्य, प्रत्येकद्रव्यस्य निरूपणम् इत्युक्ते तत्र पृथिवी जलं, प्रथमपुटं पश्यतु, तत्र अस्ति खलु, तत्र पृथिवी जलं तेजः वायुः आकाशः कालः दिक् आत्मा मनः इति नवद्रव्याणि. तस्य तत्र प्रत्येकस्य द्रव्यस्य निरूपणम् अग्रे भविष्यति. तर्हि तत्र प्रत्येकं द्रव्यं, पृथिवी इत्युक्ते कः अथवा किं, तत्र अनन्तरं जलम् इत्युक्ते किम् इति तत्र इतः अग्रे नास्यामः वयं. तर्हि सुमलता भगिनी भवती एव आरम्भं करोति वा तत्र द्रव्यनिरूपणम् इति भागः? आं भगिनि. द्रव्यनिरूपणम् उद्देशग्रन्थानुसारेण आदौ पृथ्वीं निरूपयति. तत्र गन्धवती पृथ्वी, सा द्विविधा नित्य अनित्या च. नित्या परमाणुरूपा, अनित्या कार्यरूपा. पुनः त्रिविधा शरीर इन्द्रियविषयभेदात्. शरीरम् अस्मदादीनाम्, इन्द्रियं गन्धग्राहकं, घ्राणं नासाग्रवर्ति, विषयो मुत्पाषाणादिः इति. इत्युक्ते तत्र एतत् सर्वं यत् स्थूलक्षरैः तत्र अस्ति, तद् मूलग्रन्थात् इत्युक्ते तत्र तर्कसङ्ग्रहः इति अन्नम्भट्टेन रचितं मूलग्रन्थम् अस्ति. यस्य ग्रन्थस्य टीका अस्ति विद्याधरी इति, यत् वयमिदानीं पठिष्यामः. तत्र तस् मूलग्रन्थात् अस्ति तत्र एतत् सर्वं. तर्हि एतत्तु अनन्तरं किञ्चित् अग्रे पठित्वा पुनः आगच्छामः, अत्र आगमिष्यामः. तर्हि अग्रे अपि पठतु भगिनि, गन्धः इति अस्ति खलु तत्. गन्धः लक्ष्यभूतायाः पृथ्वीयाः लक्षणम् इत्युक्तम्. तत्र आदौ किं लक्ष्यमिति निरूप्यते. जिज्ञासितः, ज्ञातुमिष्टः कश्चित् पदार्थः लक्ष्यमिति शास्त्रे व्यवह्रियते. तत्र विद्यमानः कश्चित् विलक्षणः पदार्थः लोके वैशिष्ट्यं, गुणः इति वा प्रसिद्धः, यः लक्ष्यसमानजातीयाः यावन्तः तेषु सर्वत्र स्यात्. एवं लक्ष्यविजातीयाः ये तेषु मा भूत्, सः तल्लक्षणमिति उच्यते. यथा केनचित् गौः ज्ञातव्यास्ति, सा तर्हि जाता लक्ष्यम्. तस्याम् अस्ति सास्नापदार्थः सः गोजातीयेषु गोत्वाश्रयेषु यावत्सु अवश्यं भवति गोविजातीयेषु गोत्वाभावाश्रयेषु अश्वमहिष्यादिषु नैव अस्ति तादृशं च सांस्नापदार्थं दृष्ट्वा तदूतीया सा गौ इति वेत्ति. अस्तु, तर्हि किञ्चित् अधिकं पठितम् अस्माभिः, तर्हि तत्र कण्ठशः पश्यामः. तर्हि प्रथमवाक्यद्वयं पुनः पठित्वा तत्र तस्य प्रतिपादनं करोतु भगिनि. प्रयत्नं करोमि भगिनि. गन्धः लक्ष्यभूतायाः पृथ्व्याः लक्षणम् इत्युक्तम्. गन्धः पृथ्व्याः लक्षणम् इति अवगतं भगिनि. तर्हि तत्र गन्धः इत्युक्ते कः? तत्र गन्धः इति लक्षणम्. गन्धः इति लक्षणं, परन्तु गन्धः इति किं तत्र गन्धः इति गुणः खलु? तत्र पुनः प्रथमे पटे पुटे पश्यतु, तत्र गन्धः इति गुणः पृथ्वी इति द्रव्ये अस्ति इति तत्र चित्रमस्ति खलु, तत्र अस्माकं प्रथमचित्रं तदेव अस्ति. गुणः अस्ति, गुणः पृथ्वी इति द्रव्ये अस्ति इति. तर्हि गन्धः इति गुणः पृथ्व्याः लक्षणम् इति तत्र उक्तवन्तः. तर्हि तत्र लक्ष्यभूतायाः इति एकः शब्दः अस्ति, तत्र पुनः आगमिष्यामः तर्हि तत्र. अस्तु, किञ्चित् अग्रे पठित्वा तत्र आगमिष्यामः. तत्र आदौ किं लक्ष्यमिति निरूप्यते. वयम् उक्तवन्तः गन्धः पृथ्व्याः लक्षणम् इति, परन्तु लक्षणम् इत्युक्ते किम् इति अपि अस्माभिः निरूप्यते. तर्हि तत्र लक्षणम् इति अस्ति, लक्ष्यम् इति अपि अस्ति खलु, तत्र भेदः अस्ति लक्ष्यं लक्षणम् इति. तर्हि तत्र पृथिव्याः लक्ष्यभूतायाः इति अस्ति, तर्हि तत्र प्रथमं लक्ष्यम् इत्युक्ते किम् इति पश्यामः. जिज्ञासितः ज्ञातुमिष्टः कश्चित् पदार्थः लक्ष्यमिति शास्त्रे व्यवह्रियते. कश्चित् पदार्थः अस्ति सः तस्य पदार्थस्य अथवा पदार्थम् उपरि जिज्ञासा अस्ति चेत्, ज्ञातुम् इच्छा अस्ति चेत् तत् लक्ष्यमिति शास्त्रे व्यवहारम् अस्ति इति दत्तमस्ति. जिज्ञासितः इत्युक्ते ज्ञातुमिष्टः इति खलु, जिज्ञासा इत्युक्ते जिज्ञासा इति ज्ञातुमिच्छा इति सनन्त प्रत्ययः भूत्वा सनन्तधातु आगच्छति, तत्तु वयं जानीमः एव. तर्हि जिज्ञासितः इति तस्य तान्तरूपम्, यथा लिखितं पठितं पठितः इति भवति खलु, तथा जिज्ञासितः इति तस्य तान्तरूपं तत्र. तर्हि जिज्ञासितः इत्युक्ते ये ज्ञातुम् इष्टः अस्ति, तर्हि तत्र कश्चित् पदार्थविषये ज्ञातुम् इच्छा भविष्यति खलु. तर्हि मम उत्पीठिका इत्युक्ते कः इति, उत्पीठिका इति विषये ज्ञानं ज्ञानं प्राप्नोमि इति तत्र इच्छा इच्छा अस्ति मम, तर्हि तथा कश्चित् पदार्थे तत्र केनचित् पदा क्षम्यतां कस्मिंश्चित् पदार्थे तत्र इच्छा वर्तते चेत् यः पदार्थः अस्ति तस्य पदार्थस्य नाम भवति अथवा तत्र तादृशपदार्थः भवति लक्ष्यम् इति. अस्तु, इदानीं तत्र प्रथमवाक्यं पुनः एकवारं पठतु. गन्धः लक्ष्यभूतायाः पृथ्व्याः लक्षणम् इत्युक्तम्. तर्हि तत्र लक्ष्यभूतायाः पृथिव्याः इत्युक्ते तत्र तत्र कीदृशभावः अस्ति प्रथमं? गन्धः लक्ष्यभूतायाः पदार्थ न एकक्षणं भगिनि, लक्ष्यभूतायाः पृथिव्याः इति अस्ति खलु, तर्हि तत्र कीदृशभावः अस्ति? विशेष्यविशेषणभावः अस्ति खलु. कथं तत्र विशेष्यविशेषणभावः अस्ति इति वक्तुं शक्नुमः? पृथिवी अस्ति एकः पदार्थः, पृथ्वी पदार्थः अस्ति चेत् सः तस्य पदार्थस्य पदार्थं ज्ञातुम् इच्छा अस्ति, तदर्थमेव तद्भवति, लक्ष्यमपि भवति, द्वौ अपि समानमेव, तदर्थमेव एकः विशेष्यं भवति, एकः विशेषणं भवति. द्वौ अपि समानम् इति कथं वदति भवती? तदेव मम प्रश्नः. यद् भवती उक्तवती तत्सर्वं सत्यं, भवती अवगतवती अपि इति दृश्यते तत्र, परन्तु तत्र समानम् इति कथं वक्तुं शक्नुमः? तत्र समानमिति सत्यमेव, तत्र एकदृष्ट्या पश्यामः, परन्तु समानमिति कथं वक्तुं शक्नुमः? लक्ष्यभूतायाः पृथ्व्याः समानम् इत्युक्ते एकमेव पदं सूचयति इति अर्थे वदति खलु भवती? हा, एकमेव पदम् अथवा अस्तु, तत्र इत्युक्ते तत्र एकार्थबोधकत्वम् अस्ति इति. तर्हि तत्र वयं प्रायः सर्वे पठितवन्तः खलु, तत् यद् लिङ्गं यद् वचनं या च विभक्तिः विशेष्यस्य, तद्लिङ्गं तद्वचनं सा च विभक्तिः विशेष्यस्य इति. तर्हि तत्र समान वचनं, समानविभक्ति, समानलिङ्गम् अस्ति चेत् अपि च एकार्थबोधकत्वम् अस्ति चेत् तत्र विशेष्यविशेषणभावः अस्ति इति वक्तुं शक्नुमः. यथा उन्नता बालिका इति वदामः चेत् अथवा उन्नतः बालकः अथवा उन्नतं वृक्षम् इति वदामः चेत् तत्र उन्नतं वृक्षम् इति तत्र समानविभक्ति अस्ति, समानलिङ्गम् अस्ति, अपि च समानवचनमपि, अपि च तत्र एकार्थबोधकत्वम् अस्ति खलु, उन्नतम् इत्युक्ते वृक्षमेव अत्र. सत्यम्? आं भगिनि. अस्तु, तर्हि अग्रे रामप्रिया भगिनी अग्रे पठति वा? आं भगिनि. तत्र विद्यमानः कश्चित् विलक्षणः पदार्थः लोके वैशिष्ट्यं गुणः इति वा प्रसिद्धः, यः लक्ष्यसमानजातीयाः यावन्तः तेषु सर्वत्र स्यात्, एवं लक्ष्यविजातीयाः ये तेषु मा भू, सः तल्लक्षणम् इति उच्यते. तत्र विद्यमानः कश्चित् विलक्षणः पदार्थः लोके वैशिष्ट्यं गुणः इति वा प्रसिद्धः, तत्र इत्युक्ते पृथिव्याः किल? तत्र इत्युक्ते तत्र लक्ष्ये इति इदानीं लक्ष्ये कश्चित् विलक्षणः पदार्थः अस्ति, अर्थात् वैशिष्ट्यं या अथवा गुणः विशिष्टपदार्थः अस्ति चेत् यः लक्ष्यसमानजातीयाः यावन्तः तेषु सर्वत्र स्यात्, लक्ष्यसमानजातीयाः तद् लक्ष्यं समानजातीयाः यावन्तः तेषु सर्वत्र तद् लक्ष्यम् अस्ति, समानजातीयाः मध्ये तद् लक्ष्यम् अस्ति. समानजातीयलक्ष्यं लक्ष्यं मध्ये तद् गुणः अस्ति, तद् वैशिष्ट्यगुणः अस्ति. समानजातीयः मध्ये तद्वैशिष्ट्यगुणः अस्ति. एवं लक्ष्यविजातीयः, विजातीयः अर्थात् जातीयः नास्ति किल विना, सत्यं सत्यं, ये तेषु मा भूत् सः तल्लक्षणम् इति उच्यते. तल्लक्षणम् इति लक्ष्यसमानजातीयाः मध्ये ये अस्ति तद् उच्यते. सत्यम् इत्युक्ते तत्र यत् विशिष्टगुणः अस्ति तद् भवति तत्र लक्षणम् इति. इत्युक्ते तत्र पुस्तकम् इति अस्ति चेत् तत्र लक्ष्यसमानजातीयाः इत्युक्ते इदानीम् अस्माकं लक्ष्यम् अस्ति पुस्तकम्, अस्तु पुस्तके पुस्तकस्य जातिः का? पुस्तकत्वं. पुस्तकत्वं, तर्हि लक्ष्यसमानजातीयाः इत्युक्ते यत्र यत्र पुस्तकत्वं अस्ति तत्र तत्र पुस्तकम् इति अस्माकं लक्ष्यमस्ति खलु. तर्हि तत्र पुस्तकत्वं यत्र यत्र अस्ति तत्र तत्र तादृश वैशिष्ट्यगुणः विशिष्टगुणः यदस्ति वैशिष्ट्यं यदस्ति तद् स्यात् इति. तर्हि तत्र पुस्तकं पुस्तकस्य लक्षणम् इति यद्वयं वदामः तद् यत्र यत्र पुस्तकत्वं भवति इत्युक्ते सर्वेषु पुस्तकेषु भवेत् इत्येव तत्र अर्थः उक्तः. अपि च पुस्तकं विहाय अन्यपदार्थः यत्किमपि भवतु तेषु मा भूत् इति, तेषु न भवेत् इति. तथा यदस्ति न भवेत्, तल्लक्षणम् इति तत्र केवलं सन्धिविषयः खलु, तद् लक्षणम् इति तल्लक्षणं. तर्हि तादृशगुणः यदस्ति तद् लक्षणम् इति अर्थः. अवगतं वा प्रश्नः? यद्भवत्या उक्तं तत्र पुस्तकत्वम् अपेक्षितं पुस्तकेषु इति, तर्हि तत्र पुस्तकत्वम् एव लक्षणम् इति. पुस्तकत्वम् इति जातिः अस्ति खलु, यत्र यत्र पुस्तकत्वम् अस्ति तत्र तत्र पुस्तकं, तदेव तत्र अस्माकं तत्र सामान्यगुणः सामान्यधर्मः इति अथवा जातिः इति वयं पूर्वं पठितवन्तः. तद् लक्षणं नास्ति, तदेव पुस्तके विद्यमानधर्मः अस्ति पुस्तकत्वम् इति. परन्तु तत्र पुस्तकं यदा वयम् एकः पुस्तकं एकं पुस्तकं पश्यामः चेत् तद् दृष्ट्वा तत्र तत्र पुस्तकत्वम् अस्ति तत्कारणात् तत् पुस्तकम् इति वयं साधारणतया वक्तुं न शक्नुमः खलु. तत्र किमपि विशिष्टगुणः अस्ति यद्दृष्ट्वा वयम् एतत् पुस्तकम् इति अवगन्तुं शक्नुमः. तादृशविशिष्टगुणः यद् अस्ति तत् सर्वेषु पुस्तकेषु भवेत् इति एव. तत्र यत् लक्ष्यसमानजातीयाः यावन्तः इत्युक्ते पुस्तकम् इति उदाहरणे यत्र यत्र पुस्तकत्वम् अस्ति इत्युक्ते सर्वेषु पुस्तकेषु सर्वेषु लक्ष्येषु तेषु सर्वत्र स्यात् इत्युक्ते तत्र तेषु लक्ष्येषु सर्वत्र इति तत्र लक्ष्येषु इति एव अर्थः तत्र. तर्हि तत्र लक्ष्येषु सर्वत्र स्यात् इति. तर्हि तत्र लक्षणं गुणेषु अन्यतमः इति अवगच्छामः किम्? तत्र वैशिष्ट्यम् अथवा गुणः इति तत्र पृथिवी द्रव्यविषये तत्र तथा भवति गुणः इति भवति, परन्तु तत्र सर्वदा तथा इति वक्तुं न शक्नुमः. अस्तु भगिनी, अत्र एवं लक्ष्यविजातीयाः ये तेषु मा भूत् इत्युक्ते एक एव लक्षणं लक्षणम् अस्ति चेत् तत् एकपदार्थे एव भवति वा? समजातीयपदार्थेषु एव भवति वा? अन्यपदार्थेषु मा भूत् इत्युक्ते अन्यपदार्थेषु न भवेत् इति. भवेत् भवितुं शक्नोति खलु कदा कदापि, यदा भवति चेत् तद् लक्षणं न भवति. तर्हि तत्र प्रथमपुटे पुनः पश्यतु, तत्र यद् गन्धः इति यद् लक्षणमस्ति पृथिव्याः, तत् केवलं पृथिव्याम् अस्ति खलु. तत्र जलस्य तु शैत्यं, अनन्तरम् औष्यम् अस्ति तेजः, स्पर्शः वायौ इति तदा भवति खलु. तर्हि तत्र गन्धः इति यद्गुणः अस्ति, लक्षणम् अस्ति पृथिव्याः, तत् केवलं पृथिव्याम् अस्ति. अस्तु भगिनि, धन्यवादः. अस्तु, तर्हि बालसुब्रह्मण्यं महोदय, भवान् पठति वा किञ्चित् अग्रे? यथा केनचित् गौः ज्ञातव्यास्ति सा तर्हि जाता लक्ष्यं, तस्याम् अस्ति सास्नापदार्थः. तत्र अधोभागे अस्ति खलु महोदय, तदपि पठतु. गोः गलादोभागे लम्बमानः मृदुः अवयवविशेषः सास्न इति भाषायः अर्थः. इत्युक्ते किम् इति अवगतवान् वा? तत्र गोः गलदो भागे लम्बमानः मृदुः अवयवविशेषः इति. गोः पुरतः शिरः पृष्ठभागे लम्बमानं त्वक् अस्ति किल, मृदु त्वक्. तदेव तत्र गलः इत्युक्ते तत्र ग्रीव नेक्. सत्यं, ग्रीव, तदेव. तर्हि तत्र किञ्चित् वदति वा यत् पठितवान् इतः पर्यन्तम्? केनचित् गौः ज्ञातव्यम् इति चेत् गौः लक्ष्यम् इति उच्यते. सा तर्हि जाता लक्ष्य, तस्याम् अस्ति सास्नापदार्थः. तस्यां गौः गवी अस्ति सहस्रपदार्थः. सः गोजातीयेषु गोत्वाश्रयेषु यावत्सु अवश्यं भवति. सः इत्युक्ते शास्त्र सास्ना इति पदार्थः. सास्ना इति पदार्थः गोजातीयेषु गोत्व आश्रयेषु गोजातीयेषु. गोत्व आश्रयेषु इत्युक्ते किम्? गोत्व आश्रयेषु गोत्व आश्रयः इत्युक्ते कः? सत्यं, गोत्वम् इति जातिः खलु. तत्र गवी अस्ति गोत्वं, गोत्वं गोत्वस्य आश्रयः गौः. गौः गोजातीयेषु इत्युक्ते अपि समानमेव. तत्र गोजातीयेषु सः गोजातीयेषु गोत्वाश्रयेषु यावत्सु अवश्यं भवति इत्युक्ते सास्नः सास्ना गोजातीयेषु अवश्यं भवति इत्युक्ते तत्र सर्वासु गोषु सास्ना इति पदार्थः अस्ति इति. तर्हि तत्र अस्माकं लक्षणस्य वाक्यद्वयम् आसीत् खलु. तत्र प्रथमम् अस्ति लक्ष्यसमानजातीयाः यावन्तः तेषु भवेत्. द्वितीयम् आसीत् तत्र लक्ष्यविजातीयाः अस्ति चेत् तत्र न भवेत् इति. तर्हि तत्र इदानीं यत् अत्र अस्ति सः गोजातीयेषु गोत्वाश्रयेषु यावत्सु अवश्यं भवति इति. तर्हि तत्र सास्ना इति पदार्थः तत्र प्रथमवाक्यं तत्र निरूपयति. तर्हि इत्युक्ते तत्र लक्ष्यसमानजातीयाः यावन्तः तेषु भवेत् इति तद्वाक्यं तत्र पूरितमस्ति खलु. गोविजातीयेषु गोत्व अभावाश्रयेषु अश्वमहिषादिषु न एव अस्ति. गोविजातीयेषु गोविजातीयेषु इत्युक्ते किं? गोविजातीयेषु गो न अपरस्मिन् पश् पशवः गोविजातीयेषु गोजाति ये नास्ति ते गोविजाति गोविजातीयेषु जातीयः. तर्हि तत्र विजातीयः इति तत्र गोत्व अभाव आसीयेषु समानमेव अस्व गोत्व अभावः तत्र गोत्व अभावः इत्युक्ते किम्? गो नास्ति गो यत्र गोत्वं नास्ति खलु. गोत्वं नास्ति यत्र गोत्वं नास्ति तत्र गोत्व अभावः अस्ति. गोत्व अभाव आश्रयः कुत्र भविष्यति? गोत्व अभाव अश्व अपरस्मिन् पशवः अपरस्मिन् पशवः इति न खलु. तर्हि तत्र गौ गां विहाय सर्वत्र तत्र गोत्व अभाव आश्रयः एव. अस्तु अग्रे पठतु महोदय. अश्वमहिषि आदिषु न एव अस्ति. सो एवं सास्ना गोविजातीयेषु अथवा अश्वे महिष्यः आदिषु पशवे न अस्ति. तादृशं च सास्नापदार्थं दृष्ट्वा तद्धति या सा गौः इति वेति. दृष्ट्वा एवं सास्नपदार्थं दृष्ट्वा तादृशम् इत्युक्ते कीदृशम् अत्र तादृशं च सास्नापदार्थं तादृशं सास्नापदार्थम् इति अस्ति खलु. तर्हि तत्र तादृशम् इत्युक्ते कीदृशं गोत्वेषु गोत्वाश्रय गोजातीयेषु विद्यमानः सास्ना उत्तमम्. अपि च गोजातीयेषु विद्यमाना सास्ना अपि च गोजातीयेषु न विद्यमाना गोविजातीयेषु न विद्यमाना सास्ना द्वयमपि अस्ति खलु. तर्हि गोजातीयेषु विद्यमाना गोविजातीयेषु अविद्यमाना सास्ना तदेव तादृशम् इत्युक्ते सदा अवगतम् अवगतम् तद्वति या सा गौः इति वेति. तद्वति इत्युक्ते तद्वति तद्वत् एतत् सदृशं न. तद्वति इत्युक्ते किं? तत् वयं पूर्वमपि दृष्टवन्तः खलु. घटवत् दृष्ट्वा तद्वति तद्वति इत्युक्ते सास्नावती इति. तर्हि तत्र आदेयतावान् आदेयतावती इति वयं पूर्वं दृष्टवन्तः खलु. वती इति तत्र कीदृशप्रत्ययः अस्ति? मतुप्रत्ययः. तर्हि मतुप्रत्ययः इत्युक्ते तत्र यस्य अस्मिन् वा इति. तर्हि तत्र सास्नावती इत्युक्ते सास्नायुक्तः गौः इति ज्ञास्यामः. तत्र चित्रमपि अस्ति खलु. सुनील् महोदय, तत्र चित्रं दृष्ट्वा किञ्चित् वदति वा तत्र किमस्ति इति? तत्र चित्रद्वयम् अस्ति. प्रथमः अस्ति गावः. चित्रे अष्टभागाः सन्ति एकस्मिन् वृत्ते. अष्टभागः इत्युक्ते तत्र प्रायः अष्टगावः. अष्टगावः तत्र सर्वत्र गोत्वं गौः सास्ना अस्ति इति दत्तः. तत्र इत्युक्ते तत्र गौः अस्ति, यत्र यत्र गोत्वम् अस्ति तत्र तत्र सास्ना अपि अस्ति इति. द्वितीयचित्रे गोविजातीयेषु विषयः भवति. तत्र सास्ना अभावः तत्रापि महिषी, अश्वः, रासभः, खडः, तादृश अन्य गोविजातीयेषु पदार्थाः अपि सन्ति. सत्यं. तर्हि तत्र केवलं पशवः इति न, तदर्थमेव तत्र घटः, मठः, पटः तत्सर्वमपि अस्ति. गो इतर यद्यपि अन्यजातीय पदार्थः अस्ति तत्र तत्र तत् सास्नाभावः एव इति. तत्र गोत्वं नास्ति, सास्नाभावः अपि भवति. तर्हि मानेव अग्रे पठति वा? तथा च यत् सर्वेषु लक्ष्येषु भवति, अलक्ष्येषु न भवति तल्लक्षणं. यः पदार्थः एवंविधो न भवति सः न लक्षणं किन्तु लक्षणाभासः. यदा सर्वेषु तादृशलक्ष्येषु भवति तत्र सास्ना इति, तद् लक्षणम् इति उच्यते. इत्युक्ते तत्र सास्ना इति पश्यामः चेत् तत्र सर्वासु गोषु अस्ति, परन्तु गवे इतर यत्किमपि भवतु, तत् पशु वा भवतु अन्यवस्तु वा भवतु, तत्र नास्ति. तत्र नास्ति, तद् तदपि तदेव. अनन्तरं किमस्ति? यः पदार्थः एवंविध न भवति सः न लक्षणं किन्तु लक्षणाभासः. अन्य गोविजातीयेषु एवं लक्षणं न भवति, तद् लक्षणाभासः इति उच्यते. न केवलं गोविजातीयेषु इति न, परन्तु तत्र यद् तादृश यः गुणः तत्र विशिष्टगुणः इति यद्वयम् उक्तवन्तः तद् एवंविधः इत्युक्ते सर्वेषु लक्ष्येषु भवेत् अलक्ष्येषु न भवेत् इति यद्वयं पूर्वम् उक्तवन्तः तथा नास्ति तथाविधः नास्ति नास्ति चेत् तद् लक्षणम् इति वयं न वक्तुं शक्नुमः तत् केवलं लक्षणाभासः इत्युक्ते तत्र लक्षणमिव भासते लक्षणमेव दृश्यते परन्तु लक्षणं नास्ति इति इत्युक्ते अस्मिन् उदाहरणे सासना इति लक्षणम् अस्ति अन्य गोविजातीयेषु तद् लक्षणाभासः इति अर्थः वा तथा न तत्र गोविजातीयेषु सासना नास्ति एव खलु तर्हि तथा वक्तुं न शक्नुमः परन्तु तत्र यदा वयं शृङ्गः इति चिन्तयामः चेत् तर्हि तत्र शृङ्गः गवी अपि अस्ति अन्य किमपि अन्य पशु अस्ति चेत् तस्मिन्नपि भवितुम् अर्हति खलु तर्हि तद् लक्षणाभासः इति भवितुम् इति वक्तुं शक्नुमः तादृशः तर्हि तत्र यद् लक्षणं नास्ति तद् भवति लक्षणाभासः इत्युक्ते यदा कदापि लक्षणमेव दृश्यते परन्तु वस्तुतया तद् लक्षणं नास्ति तत् तथैव अस्तु तर्हि रामकार्तिक् महोदय अग्रे पठति वा अव्याप्तिदोषः कश्चित् पदार्थः न सर्वेषु लक्ष्येषु वर्तते किन्तु केषुचिदेव सः अव्याप्तः इत्युच्यते यथा गोः श्वेतरूपं लक्षणम् इति केनचित् उक्तम् इदं च श्वेतरूपं गोजातीयायां श्वेतगवी एव वर्तते कृष्णगवी नास्ति इति तत्र अव्याप्तिः इति लक्षणदोषः भवति यदि कश्चित् तत्र लक्ष्यम् अस्ति इति चिन्तयामश्चेत् तस्मिन् कश्चित् पदार्थः सर्वेषु तत्र लक्ष्येषु सः पदार्थः न वर्तते इति अस्ति चेत् सः पदार्थः अव्याप्तः इति वदामः तत्र उदाहरणं दत्तमस्ति यदि कश्चन जनः वदति गोः श्वेतरूपं लक्षणम् इति वदति चेत् तत्र वयमवगच्छामः सर्वासु गोषु श्वेतरूपम् एव वर्तते न कश्चित् कृष्णगोः अस्ति इति परन्तु तत्र वयं तु जानीमः कृष्णगोः अस्ति एव इति तर्हि तत्र लक्षणदोषः भवति तत्र रूपम् अव्याप्तिः इति अव्याप्तः अव्याप्तम् इति अवगच्छामः रूपमिति यत् पदार्थः अस्ति तद् अव्याप्तः तत्र लक्षणदोषः अस्ति अव्याप्तिः इति दोषः अव्याप्तिः पदार्थः यः अस्ति तद् अव्याप्तः इत्युक्ते व्याप्तः न इत्युक्ते तत्र तस्य व्याप्तिः नास्ति तर्हि अवगतं वा सर्वैः तत्र अव्याप्तिदोषः इत्युक्ते कः इति प्रश्नः एकः महोदय प्रथमवाक्यं कश्चित् पदार्थः न सर्वेषु लक्ष्येषु वर्तते सामान्यतया लक्ष्यः पदार्थेषु पदार्थे वर्तते अथवा पदार्थः लक्षेषु वर्तते? पदार्थः इत्युक्ते जगति यत्किमपि अस्ति तत्सर्वं तु पदार्थः इत्येव खलु. तर्हि अत्र कश्चित् पदार्थः इत्युक्ते अत्र लक्षणम् इति कश्चित् पदार्थः लक्षणम् इति वक्तुं शक्नुमः चेत् तादृशपदार्थः सर्वेषु लक्ष्येषु. इदानीं लक्ष्यम् इत्युक्ते यस्य लक्षणं वयं यस्य जिज्ञासितः स्मः वयं तदेव अस्ति लक्ष्यम् इत्युक्ते यस्मिन् विषये ज्ञातुम् इच्छा अस्ति अस्माकं मनसि तदस्ति लक्ष्यम् इति. तर्हि लक्ष्येषु सर्वेषु लक्ष्येषु तादृशपदार्थः नास्ति इति तत्र. तर्हि तादृशपदार्थः लक्षणम् इति वक्तुं न शक्नुमः इत्येव. भगिनि, अत्र कृष्णगोः अव्याप्तः कृष्णवर्णः अव्याप्तिः वा? न न न न न कृष्णवर्ण कृष्णरूपम् इति पदार्थः अस्ति खलु, तदेव प्रथमं वयं तत्र उक्तवन्तः श्वेतरूपम् इति तदेव लक्षणम् इति चिन्तयामः चेत् तत्र श्वेतरूपम् इति गोः लक्षणं भवति चेत् श्वेतरूपम् इति चिन्तयामः चेत् तर्हि कृष्णवर्णीय गोः अस्ति चेत् तत्र लक्षणं पूरितं न भवति खलु. यत् कृष्णवर्णीयाः ये गौः ये सन्ति ते अपि गौः एव, इदानीं गावः एव. तर्हि श्वेतरूपम् इति यद् लक्षणं वयम् उक्तवन्तः तद् अव्याप्तः भवति. किमर्थं चेत् तत्तु सर्वेषु लक्ष्येषु नास्ति. यद् कृष्णवर्णीयः गौः अस्ति चेत् तस्मिन् श्वेतरूपम् इति गुणः नास्ति. तर्हि श्वेतरूपं भवति अव्याप्तः. लक्षणदोषः यद्भवति तथा वदामः चेत् यः लक्षणदोषः भवति सः लक्षणदोषः अव्याप्तिः इति. अत्र लक्षणदोषः अपि कृष्ण गोः खलु? लक्षणदोषः कृष्णगोः नास्ति खलु? कृष्ण न, तत्र लक्षणदोषः तु तत्र कथं वक्तुं शक्नु तत्र अव्याप्तः अस्ति श्वेतरूपं. किमर्थं चेत् श्वेतरूपम् इत्येव लक्षणम् इति वदामः चेत् तत्र श्वेतरूपम् इति अव्याप्तः भवति. श्वेतरूपं लक्षणम् इति वदामः चेत् तत्र लक्षणदोषः यद् आयाति तादृश निरूपणेन तद्भवति अव्याप्तिः इति. तत्र दोषः अस्ति खलु, तथा वदामः चेत् तत्र यदा श्वेतरूपं यस्मिन् श्वेतरूपम् अस्ति तदेव गौः इति वदामः चेत् तत्र कृष्णवर्णीयाः गौः अस्ति चेत् तत्र श्वेतरूपं नास्ति. तर्हि तत्र लक्षणं यद्वयं पूर्वम् उक्तवन्तः तद् लक्षणवाक्ये किञ्चित् कश्चित् दोषः अस्ति. सत्यं? तर्हि तादृशलक्षणदोषः अव्याप्तिः इति. सो गोः श्वेतरूपं लक्षणम् इति लक्षणम् इयं वाक्यं दोषः इति दोषं किल? गोः श्वेतरूपं लक्षणम् इति कोऽपि केनापि उक्तं चेत् तर्हि तत्र दोषः भवति, लक्षणदोषः भवति खलु. किमर्थं चेत् तत्र सर्वेषु लक्ष्येषु तथा श्वेतरूपं नास्ति. सत्यं तर्हि तत्र अव्याप्तिः इति दोषः. लक्षणे दोषः, तत्र लक्षणम् इति यद्वदामः तत्र लक्षणं लक्षणे तत्र त्रिविधः दोषः भवितुम् अर्हति. तत्र प्रथममस्ति अव्याप्तिदोषः इति, अनन्तरम् अतिव्याप्ति, तृतीयमस्ति असम्भवदोषः इति. तर्हि प्रथमदोषविषये वयम् इदानीं तत्र स्मः इदानीं. अस्तु, तर्हि भवान् एव अग्रे पठति वा? रामकार्तिक् महोदय. प्रकृतचित्रे आहत्य अष्टौ गावः सन्ति, तासु सर्वासु गोत्वमस्ति. तत्र प्रथमा, द्वितीया, चतुर्थी, षष्ठी च श्वेतरूपवती, परन्तु तृतीयायां, पञ्चम्यां, सप्तम्याम्, अष्टम्यां च गवि श्वेतरूपं नास्ति. अतः गोत्ववत्सु कासुचित् श्वेतरूपस्य अभावः वर्तते. अतः श्वेतरूपं न गोलक्षणं, किन्तु अव्याप्तिदोषग्रस्तं लक्षणाभासः. तत्र चित्रं पश्यामश्चेत् तत्र कासुचित् गोषु श्वेतरूपमस्ति, अपि च अन्यासु गोषु कृष्णरूपं नो चेत् रक्तरूपम् अस्ति अथवा श्वेतरूपं नास्ति. तत्र अन्यासु गोषु श्वेतरूप अभावः अस्ति. तर्हि तत्र वयं वदामः श्वेतरूपं गोलक्षणं नास्ति, अपि च तत्र श्वेतरूपं लक्षणाभासः इति तस्य संज्ञा अपि क्षम्यतां संज्ञा, परन्तु श्वेतरूपं न गोलक्षणम्, अपि च स एव लक्षणाभासः इत्युक्ते तद् लक्षणं नास्ति इति. तत् अव्याप्तिदोषग्रस्तम् इति अस्ति खलु, इत्युक्ते किम्? इत्युक्ते तत्र ग्रस्तम् इत्युक्ते गृह्णाति इव पीडितम् आक्रान्तम् इति. तर्हि तत्र अव्याप्तिदोषयुक्तम् इति अपि वक्तुं शक्नुमः. तत्र तर्हि तत्र श्वेतरूपम् इति यद्वयम् उक्तवन्तः तद् अव्याप्तिदोष युक्तं लक्षणाभासः इति तस्य नामधेयमपि कृतवन्तः. तर्हि तत्र एतत् उदाहरणं पश्यामः चेत् इतोपि किञ्चित् सम्यक् अवगमनं जायते इति मन्ये. तत्र अष्टगावः सन्ति, तत्र प्रत्यस्मिन् गवि गोत्वम् अस्ति. तर्हि तत्र गोत्व गोजातीयः इति वयं वक्तुं शक्नुमः, परन्तु तत्र प्रत्येकं गवि तत्र श्वेतवर्णीयः नास्ति. तर्हि तत्र तथा तत्र श्वेतरूपम् इति लक्षणं न इति वयं वक्तुं शक्नुमः. तत्र चित्रं पश्यामः चेत् इतोपि स्पष्टं जायत इति मन्ये. अस्तु, तर्हि रामप्रिया भगिनी भवति महोदय. क्षम्यता, एतत् सदृशमेव. अतः कृष्णरूपं न गोलक्षणम् इति वक्तुं शक्यते किल? सत्यं, यत्किमपि इत्युक्ते रूपम् इति यद् गुणः अस्ति तद् गोलक्षणं नास्ति. रामप्रिया भगिनी भवती अग्रे पठति वा? आं भगिनि. अतिव्याप्तिदोषः, द्वितीयो दोषः अतिव्याप्तिः. एषः दोषः तस्मिन् भवति यः पदार्थः लक्ष्ये भवति अलक्ष्ये अपि भवति. यथा गोः शृङ्गं लक्षणमुक्तं चेत् तत् लक्ष्यासु गोषु वर्तते, तथैव अलक्ष्येषु अजादिषु अपि वर्तते. द्वितीयदोषः अस्ति अतिव्याप्तिः. एषः दोषः सर्वे लक्ष्येषु अलक्ष्येषु अपि भवति. उदाहरणरूपेण गोः शृङ्गम् अस्ति लक्षणम् इति उक्तं चेत् तत् लक्ष्यासु गोषु अपि वर्तते, अन्य पशुषु अजादिषु इव अपि वर्तते. सत्यं. प्रकृतचित्रे शृङ्गं यद्यपि सर्वासु गोषु वर्तते परन्तु अलक्ष्ये अजादौ अपि वर्तते इति तत्र अतिव्याप्तिः दोषः भवति. अतः न इदं लक्षणं किन्तु लक्षणभासः. प्रकृतचित्रे शृङ्गम् अस्ति चेत् सर्वासु गोषु अपि वर्तते परन्तु अलक्ष्य अजः, महिषी, मृगः, मेषः तस्यापि वर्तते. अतः तत् एषः दोषः अतिव्याप्तिः दोषः इति वदति. न इदं लक्षणं किन्तु लक्षण अभासः. एतदपि लक्षणं नास्ति किन्तु लक्षण अभासः, लक्षणाभासः इति वदति. सत्यं, तावदेव. तत्र स्पष्टं स्यात्? आम्, तत् स्पष्टम्. अस्तु, तर्हि सुमलता भगिनी अग्रे पठति वा? आं भगिनि. चित्रं वा भगिनि? न, चित्रं तु सा उक्तवती खलु, तदग्रे. असम्भवादोषः. तृतीयः दोषः असम्भवः. यः धर्मः न कस्मिन्नपि लक्ष्ये भवति तस्मिन् आयाति. यथा केशराः सिंहजटाः गोः लक्षणमित्युक्तं, तत्र गोजातीयायां कस्यामपि गवी सः धर्मः नास्ति इति तस्मिन् असम्भवो दोषः. कश्चित् पदार्थः अस्ति, तत् कस्मिन्नपि लक्ष्ये न भवति परन्तु तत् अस्ति इति आयाति. उदाहरणम् अत्र दत्तमस्ति, यथा केशराः सिंहजटाः गोः लक्षणमित्युक्तम् इत्युक्ते केशराः सिंहजटाः गवी सिंहजटाः इव केशराः सन्ति इति वा भगिनि? इत्युक्ते तत्र सिंहजटाः इत्युक्ते तत्र किञ्चित् विशिष्ट केशाः सन्ति खलु, सिंहस्य मस्तके वा अथवा शिरे, हा गले अपि शिरे अपि खलु, तर्हि तत्र तादृशकेशाः तु गवी नास्ति. परन्तु यदा वयं वदामः तत्र गोः तादृशकेशाः एव गोः लक्षणम् इति वदामः चेत् तत्र असम्भवदोषः भवति खलु, किमर्थं चेत् तत्र तत्र किं कस्यामपि गवी तत्र तादृशकेशः केशाः न वर्तन्ते एव. यद् लक्षणं कदापि न सम्भवति तद् अस्ति इति वदामः चेत् असम्भवदोषः भवति. सत्यं, तदेव तदेव. यद् लक्षणं यः लक्षण यद् लक्षणं कदापि तत्र लक्ष्ये न भविष्यति तादृशः गुणः लक्षणम् इति वदामः चेत् यद् दोषः भवति, यः दोषः भवति सः असम्भवदोषः. अग्रे अपि पठतु भगिनि. पूर्वोक्तसास्नारूपधर्मः गवि वर्तते, अतः न असम्भवः दोषः. सर्वासु गोषु अस्ति इति न अव्याप्तिदोषः. एवम् अलक्ष्येषु अजमहिषादिषु न वर्तते इति न अतिव्याप्तिदोषः इति निर्दिष्टं सास्नावत्वं गोः लक्षणमिति उच्यते. पूर्वं वयं दृष्टवन्तः सास्नाम् इति गवि अस्ति इति. तत् स्वीकुर्मः चेत् कथं तत् गोः लक्षणं भवति इति अत्र प्रतिपादयति. तर्हि तत्र इत्युक्ते एकक्षणं भगिनि, इत्युक्ते तत्र दोषलक्षणदोषरहितं भवति इति खलु? तर्हि तत्र सास्ना इति यद्धर्मः गवि अस्ति, तद् लक्षणम् इति वदामः चेत् दोषरहितं भवति वा इति इदानीं तत्र किञ्चित् चिन्तनम् अस्ति. तर्हि प्रतिपादयतु भगिनि, किमर्थं दोषः नास्ति इति. पूर्वोक्तसास्नारूपधर्मः गवि वर्तते. गवि अस्ति तत् सास्ना, तदर्थं तत् असम्भवदोषः नास्ति. सर्वासु गोषु अस्ति, तदर्थम् अव्याप्तिः अपि नास्ति. एवम् अलक्ष्येषु अजमहिषादिषु न वर्तते. अन्य गो विहाय अन्यपदार्थेषु नास्ति, तदर्थमेव तत् अतिव्याप्तिः दोषः अपि नास्ति. तदर्थमेव तत् सास्नावत्वं लक्षणं भवति. सास्नावत्वम् इत्युक्ते तत्र सास्ना यस्मिन् सास्ना अस्ति तत् सास्नावत्, तर्हि सास्नावत्वं गोलक्षणम् इति तत्र वाक्यं. गोत्वमिव सास्नावत्वं. सास्नावत्वं तथैव, गोत्वमिव सास्नावत्वं. तर्हि इदानीं स्पष्टं वा तत्र अव्याप्तिदोषः, अतिव्याप्तिदोषः, असम्भवदोषः इत्युक्ते कः इति? तर्हि तत्र अव्याप्तिदोषः इति यद् वदामः, तत्र पारिभाषिकशब्दः इति न, परन्तु शास्त्रीय शब्दः अस्ति तत्र. अव्याप्ति दोषः इत्युक्ते कः इत्युक्ते, लक्ष्येषु एकदेश अवृत्तित्वम् इति. इत्युक्ते लक्ष्यः यदस्ति लक्ष्येषु तत्र एकदेशे, तत्र इत्युक्ते लक्ष्येषु कस्मिंश्चित् स्थले तत्र अवृत्तित्वम् इत्युक्ते, अवृत्तित्वम् इत्युक्ते अस्तित्वम्, अवृत्तित्वम् इत्युक्ते तद् नास्ति इति अर्थः. तर्हि तत्र लक्ष्येषु एकदेश अवृत्तत्वम् अस्ति अव्याप्तिदोषः. तद् शब्दः लिखन्तु कृपया. लक्ष्येषु एकदेश अवृत्तित्वम् अस्ति अव्याप्तिदोषः इति. अवगतं वा लक्ष्येषु एकदेश अवृत्तित्वम् इत्युक्ते किम् इति? पुनः अर्थः एकवारं भगिनि. लक्ष्येषु एकदेश अवृत्तित्वम् इत्युक्ते लक्ष्येषु, इत्युक्ते यदस्माकं लक्ष्यमस्ति तेषु एकदेशे, इत्युक्ते एकस्मिन् भागे अवृत्तित्वं, वृत्तित्वम् इत्युक्ते अस्तित्वम्, अवृत्तित्वम् इत्युक्ते अस्तित्वं नास्ति इति. धन्यवादः. अतिव्याप्तिदोषः इत्युक्ते अलक्ष्येषु वृत्तित्वम्, इत्युक्ते यदस्माकं लक्ष्यं नास्ति तत्र अस्तित्वम् अस्ति. यथा शृङ्गं दृष्टवन्तः खलु, तत्र अजः महिषी, तत्रापि शृङ्गम् अस्ति इति. तर्हि तत्र अलक्ष्यः यदस्ति तत्रापि वृत्तित्वम् अस्ति, अलक्ष्येषु वृत्तित्वम्. अवगतं वा? असम्भवदोषः इत्युक्ते लक्ष्यसामान्य अवृत्तित्वम् इति. इत्युक्ते तत्र लक्ष्यसामान्य सामान्यं यदस्ति, तत्र लक्ष्यजातिः यदस्ति तत्र अवृत्तित्वम् इत्युक्ते तत्रापि अस्तित्वं नास्ति इति लक्ष्यसामान्य अवृत्तित्वम् इति. अवगतं वा? लक्षणम् इत्युक्ते अव्याप्ति अतिव्याप्ति असम्भवदोषरहितत्वं लक्षणम् इत्युक्ते अव्याप्तिदोषः अतिव्याप्तिदोषः असम्भवदोषः तादृशदोषरहितत्वं लक्षणम्. अस्तु, इदानीं पुष्पभगिनी क्षम्यताम्, नवत्रिंशत्तमे पुस्तक अस्तु भगिनि, किञ्चित् इदानीं किञ्चित् अधिकं जातमस्ति, प्रायः अनन्तरं तत्र मुद्रणं श्रुत्वा प्रश्नः अस्ति चेत् पृच्छतु, इदानीं पृच्छति चेत् तत्र किञ्चित् अधिकम्. अस्तु भगिनि, अस्तु भगिनि, धन्यवादः. तर्हि इदानीं मम एकः प्रश्नः अस्ति, तर्हि चिन्तयतु तत्र कश्चन गुणः अस्ति, सः गुणः केषुचित् लक्ष्येषु सर्वेषु नास्ति, अपि च अलक्ष्येषु कुत्रचित् अपि अस्ति. तर्हि तत्र प्रथमप्रश्नः अस्ति, तद् लक्षणम् इति वक्तुं शक्नुमः वा, लक्ष्यस्य लक्षणम् इति वक्तुं शक्नुमः वा? नो चेत् किमर्थं तत्र कीदृशः दोषः स्यात्? प्रश्नः अवगतः वा? लक्ष्येषु अपि अस्ति, अलक्ष्येषु अपि अस्ति वा? लक्ष्येषु सर्वेषु नास्ति, अपि च अलक्ष्येषु अपि अस्ति. तर्हि तत्र लक्षणम् इति वक्तुं शक्नुमः वा इति प्रथमप्रश्नः, अपि च किमपि दोषः अस्ति वा, अस्ति चेत् कः दोषः इति द्वितीयः प्रश्नः. दोषः अस्ति किल भगिनि? अस्तु, दोषः अस्ति. अन्य किं चिन्तयन्ति? सर्वे अङ्गीकरोति वा तत्र दोषः अस्ति इति? सर्वे अङ्गीकुर्वन्ति वा तत्र दोषः अस्ति इति? कोऽपि अस्ति वा यः न अङ्गीकरोति? अस्तु, तर्हि कः दोषः स्यात् तत्र? अव्याप्ति अतिव्याप्ति. एकः एव दोषः इति वक्तुं तत्र वक्तव्यं चेत् क्रमशः गन्तव्यम् अस्ति. यदि प्रथमा सर्वदा अव्याप्तिः तत्र कथं वदामः, तत्र तस्य प्रभावः एव अस्ति इति चिन्तयामः चेत् सः दोषः अव्याप्तिदोषः एव. परन्तु तत्र क्रमः किञ्चित् भिन्नः भविष्यति चेत् यत् भवान् उक्तवान् तत् सत्यमेव. तत्र पूर्वतमे पुटे पश्यतु, तत्र अस्ति खलु, तत्र विद्यमानः कश्चित् विलक्षणः पदार्थः लोके वैशिष्ट्यं गुणः इति वा प्रसिद्धः, यः लक्ष्यसमानजातीयाः यावन्तः तेषु सर्वत्र स्यात् इति प्रथममस्ति खलु. तर्हि तत्र लक्ष्येषु सर्वेषु सर्वत्र नास्ति इति वदामः चेत् तत्र यत् प्रथमभागः अस्ति तदेव तद् न पूरि तदेव पूरितं न भवति, तर्हि तत्र अव्याप्तिः इति भवति खलु. तत्र प्रथमं तत्र विषयद्वयम् अस्ति अत्र. तत्र प्रथमं सर्वेषु लक्ष्येषु नास्ति इति अव्याप्तिदोषः, अनन्तरं तत्र अतिव्याप्तिदोषः. पश्यतु, अतिव्याप्तिदोषविषये तत्र वाक्यमस्ति, एषः दोषः तस्मिन् भवति यः पदार्थः लक्ष्ये भवति अलक्ष्ये अपि भवति इति. तर्हि तत्र यत्र लक्ष्ये सर्वत्र भवति अपि च अलक्ष्ये अपि भवति तदेव अस्ति अतिव्याप्तिदोषः. अत्र तु लक्ष्येषु सर्वत्र नास्ति इति वदामः चेत् अतिव्याप्तिदोषः इति वक्तुं न शक्नुमः खलु, केवलम् अव्याप्तिदोषः एव. अवगतं वा? तर्हि सुनील् महोदय, भवान् पुनः वदति वा यद् इदानीं मया उक्तम्? तर्हि तत्र किमर्थं तादृशगुणः लक्षणं नास्ति इति तु वयं सर्वे उक्तवन्तः एव तत्र. तर्हि किमर्थं तत्र अव्याप्तिदोषः अतिव्याप्तिः न इति? अतिव्याप्तिदोषे दोषः लक्ष्ये भवति, दोषः लक्ष्ये न, दोषः लक्ष्ये न खलु, किं भवति लक्ष्ये? पदार्थः. कीदृशपदार्थः? अस्मिन् उदाहरणे गुणः. सत्यं, परन्तु तद् गुणः इत्युक्ते यद् लक्षणम् इति वयं वदामः तादृशपदार्थः अथवा गुणः खलु. अतिव्याप्तिदोषे पदार्थः लक्ष्ये भवितव्यम् अलक्ष्ये अपि भवितव्यम्. पदार्थेन लक्ष्ये अपि भवितव्यम् अलक्ष्ये अपि भवितव्यम्. अस्मिन् उदाहरणे तद् सर्वासु लक्ष्ये न भवति, अतः अतिव्याप्तिः न, अतिव्याप्तिदोषः नास्ति. अस्तु, उत्तमं. तर्हि अवगतवान् इति दृश्यते. अहं चिन्तयामि अन्यैः अपि स्थितिः तथैव इति, अन्येषां स्थितिः अपि. अस्तु, तर्हि महोदय, भवानेव तत्र पुनः तत्र गन्धवती पृथ्वी इति अस्ति खलु, तत् पुनः एकवारं पठतु. प्रथमपुटे तत्र गन्धवती पृथिवी, सा द्विविधा नित्यानित्या च, नित्या परमाणुरूपा, अनित्या कार्यरूपा, पुनः त्रिविधा शरीरेन्द्रियविषये विषयभेदात् शरीरम् अस्मदादीनाम् इन्द्रियं गन्धग्राहकं घ्राणं नासाग्रवर्ति, विषयः मृत्पाषाणादिः इति. तर्हि तत्र गन्धवती इत्युक्ते अर्थः कः? पृथिव्याः लक्षणं गन्धः इति. सत्यं, तर्हि परन्तु गन्धवती इति पदस्य किञ्चित् प्रतिपादनं करोति वा? वयं पूर्वं वारं वारम् एतादृशशब्दः वयं दृष्टवन्तः. पृथिव्यां गन्धः इति गुणः अस्ति. पृथिवी द्रव्यं, गुणः गन्धः इति. अस्तु, तर्हि गन्धवती इत्युक्ते गन्धाश्रयत्वं पृथिव्याम् अस्ति इति खलु. तर्हि तत्र गन्धः इति गुणः पृथिव्याम् अस्ति इति गन्धवती पृथ्वी इति वक्तुं शक्नुमः. अन्यजेत्या गन्धः इति लक्षणम् इति, गन्धवती इति पृथिव्याः लक्षणम्. ओ, गन्धवती इति, गन्धवती पृथिवी इति पृथिव्याः लक्षणम्. यदा यथा वयम् उक्तवन्तः खलु, गोलक्षणम् आसीत् तत्र सास्नावत्वम् इति. तथा। तर्हि इदानीं एकः प्रश्नः अस्ति मम। तर्हि तत्र गन्धवती पृथ्वी इति वदामः चेत् तत्र प्रथमपुटं पुनः पश्यामः, तत्र गन्धः इति गुणः केवलं पृथ्व्याम् अस्ति। तर्हि तत्र अतिव्याप्ति अव्याप्ति असम्भवादि दोषाः अस्ति वा तत्र सन्ति वा तत्र, किं चिन्तयन्ति? पृथिव्यां गन्धः सर्वदा अस्ति अथवा सर्वेषु गन्धः? तर्हि तत्र सर्वेषु पार्थिवपदार्थेषु गन्धः इति गुणः अस्ति इति। पार्थिवपदार्थः इत्युक्ते पृथ्वी पार्थिव इति तत्र समान अर्थकः इत्युक्ते पृथ्व्या तत्र तद्धितान्तशब्दः अस्ति खलु तत्र पृथ्वेः जायते इति पार्थिवपदार्थः तथा अस्ति चेत् तत्र अस्तु यदा कदापि वयं जले अपि गन्धः अस्ति इति वदामः खलु तर्हि तत्र यदा कदापि जले अपि गन्धः अस्ति तर्हि तत्र कीदृशचिन् तत्र यदा वयं गन्धवती पृथ्वी इति वदामः अपि च तत्र अतिव्याप्ति अव्याप्ति असम्भवादिदोषाः नास्ति इति वदामः चेत् तथा किं भवति तत्र जले गन्धः अस्ति चेत् तत्र किं वक्तुं शक्नुमः? तत्र पृथ्वी एव जलाश्रयः इति पृथ्वी जलाश्रयः नास्ति खलु तर्हि तत्र पृथ्वी इति पृथ्वी जलम् इति भिन्न भिन्नभिन्नद्रव्यम् अस्ति खलु यदा कदापि पृथ्व्यां तत्र आधार आदेयभावः अस्ति इति वक्तुं शक्नुमः खलु तत्र जलं जलम् इति पृथ्वी इति तत्र भूमि इति मा अस्तु तत्र भूम्यां जलम् अस्ति परन्तु तत्र द्रव्यम् इति वदामः चेत् तत्र द्रव्ययोः मध्ये आश्रयः आधाराश्रयः नास्ति खलु तत्र सर्वत्र तत्र जलम् इति द्रव्यम् इति पृथक् द्रव्यमस्ति। जले प्रायः पार्थिवपदार्थः स्यात् जले यथा वयं वदामः जले गन्धः किम् उक्तवती भगिनी भवती जले तदेव तत्र जले गन्धः अस्ति चेत् तत्र तस्मिन् विषये किं वक्तुं शक्नुमः इति मम प्रश्नः आसीत्। जले प्रायः पार्थिवपदार्थः मिलितः अस्ति इत्युक्ते तत्र शुद्धजलम् अस्ति चेत् तत्र गन्धः न स्यात् यदा पार्थिवपदार्थ मिश्रणम् अस्ति चेत् तस्मिन् समये तत्र गन्धः आयाति इति वा संयोगसम्बन्धः वा भगिनि? तदेव सत्यं किञ्चित् इतोपि अधिकं वक्तुम् इच्छति वा तत्र संयोगसम्बन्धः? भवती उक्तवती खलु भगिनि अव्यापकवृत्ति किमपि वायु आकाशः अस्ति घटे आकाशः अस्ति तदस्ति वा? न तद् न तत्तु तत् किञ्चित् भिन्नविषयमस्ति खलु तत्र तत्र तत्र घटस्य तत्र घटे अपि आकाशः अस्ति अन्यस्थले अपि इत्युक्ते घटः आकाशे अस्ति आकाशः घटे इति तत्र वृत्ति अन्यमकसम्बन्धः इति उक्तवती परन्तु अत्र तु रामप्रिया भगिनी उक्तवती खलु संयोगसम्बन्धविषये किञ्चित् पृथक् कर्तुं शक्नुमः किल गन्धः जले अस्ति चेत् यथा मलिनं जलं वा अशुद्धं जलं वा गन्धः अस्ति चेत् पृथक् कर्तुं शक्नुमः किल. सत्यं सत्यं तदेव. तत्र तर्हि तत्र शुद्धीकर्तुं शक्नुमः तदेव संयोगसम्बन्धेन जले गन्धः अस्ति चेत् पृथक् कर्तुं शक्नुमः. उत्तमम् उत्तमं. तर्हि तत्र संयोगसम्बन्धेन तत्र पार्थिवपदार्थः संयोगसम्बन्धेन जले अस्ति चेत् तस्य प्रभावेन गन्धः अस्ति जले. तर्हि तत्र पृथक् कृत्वा शुद्धजलं जलस्य शुद्धीकरणं कर्तुं शक्नुमः. तथा तत्र गन्धः नष्टः भवति खलु तत्र जले. शैत्यमेव तस्य लक्षणम् इत्युक्ते जलस्य लक्षणं शैत्यमेव, गन्धः नास्ति किल. सत्यं सत्यं तदेव. तत्र पार्थिवपदार्थः ये सन्ति तेषां लक्षणमेव अस्ति गन्धः इति. तर्हि तत्र गन्धः इति स्वम् इति वदामः, तत्र स्वम् इति शब्दः स्वी गन्धः इति पदार्थः स्वम् इति वदामः चेत् स्व आश्रयः इत्युक्ते गन्धाश्रयः भवति पार्थिवपदार्थः. सत्यं भगिनी. सर्वदा पृथक् कर्तुं न शक्नुमः खलु भगिनी, केचन पदार्थाः इर्रिवर्सिबल् इति. न तथा शुद्धीकर्तुम् इत्युक्ते तत्र यत्किमपि उपायं कृत्वा तत्र शुद्धीकर्तुं, तत्र यदा तत्र लवणं स्थापयामः चेत् तत्र तदपि तत्र किमपि वदामः चतु तत्र स्टीम् कृत्वा अनन्तरं पुनः डिस्टिलेशन् इति किमपि कृत्वा तत्र लवणं जलम् इति तत्र पृथक् कर्तुं शक्नुमः. तर्हि तदेव पृथ्व्याः अपि भवितुम् अर्हति खलु? तद् नास्ति तत्र तदेव. तत्र पार्थिववस्तु अस्ति चेत् तत्र सर्वदा तत्र लक्षणम् इति यदा वदामः चेत् तत् सर्वदा तत्र भवेत्. पार्थिववस्तु अस्ति चेत् तत्र सर्वदा गन्धः अस्ति एव, पृथक् कर्तुं न शक्नुमः. तत्र जले गन्धः अस्ति चेत् तत्र पार्थिववस्तु यत्किमपि आगत्य तस्य प्रभावेन तत्र गन्धः आयाति. आनुभविकरूपेण पश्यामश्चेत् कथं वक्तुं शक्नुमः पृथ्व्यां गन्धः सर्वदा अस्ति इति? नियमः अस्ति तत्र यत्र कुत्रापि तत्र गन्धः अस्ति चेत् तत्र पृथ्वी अस्ति इति, अपि च पृथ्वी अस्ति चेत् तत्र गन्धः अस्ति इति तत्र लक्षणमस्ति. तर्हि तत्र स्वम् इति गन्धः इति स्वीकुर्मः चेत् स्व आश्रयः अस्ति पार्थिवद्रव्यम् अथवा पार्थिववस्तु यत्किमपि पदार्थः स्यात्. तर्हि स्व आश्रयः इत्युक्ते पार्थिवपदार्थः संयोगसम्बन्धेन जले अस्ति, तत्र गन्धः तत्र तदर्थं संयोगसम्बन्धेन जले अस्ति यथा रामप्रिया भगिनी उक्तवती. तर्हि तत्र पृथक् कर्तुं शक्नुमः वयम्. तर्हि वस्तुतया यदा वयं गन्धः पृथिव्याः लक्षणम् इति वदामः चेत् तत्र समवायसम्बन्धेन गन्धः पृथिव्याः लक्षणम् इति वक्तव्यं. किमर्थं चेत् तत्र गुणगुणिनोः समवायसम्बन्धः एव खलु. संयोगसम्बन्धः इति यदा अस्ति चेत् तत्र पृथक् कर्तुं शक्नुमः. समवायसम्बन्धः अस्ति चेत् पृथक् कर्तुं शक्नुमः वा? लक्षणमिति गुणः अस्ति चेत् सर्वदा गुणः तु गुणगुणिनोः समवायसम्बन्धः एव खलु. परन्तु यदि तत्र संयोगसम्बन्धः अस्ति चेत् तत्र पृथक् कर्तुं शक्नुमः एव. सत्यं. तर्हि तत्र लक्षणं न भवितुम् अर्हति कस्य अपि पदार्थस्य, किमपि लक्षणम् इति पश्यामः चेत् तद् यत्र तत्र गोः उदाहरणमपि स्वीकुर्मः चेत् गोत्वम् इति अस्ति चेत् तत्र सास्ना इति पदार्थः तु सर्वदा अस्ति. सास्ना इति तत्र चत्वारिंशत् गुणाः यद्वयं दृष्टवन्तः तत्र तु नास्ति, परन्तु सास्ना इति यत् धर्मः यत्किमपि पदार्थः अस्ति इत्युक्ते तत्र सम्बन्धः तु नास्ति सास्ना. सत्यं, तर्हि तत् अवयव अवयवीनोः मध्ये अपि समवायसम्बन्धः एव. तर्हि तत्र आं सत्यं, तत्र समवायसम्बन्धेन एव भवितुमर्हति. किमर्थं चेत् तत्र पृथक् कर्तुं शक्नुमः चेत् तत्र लक्षणमिति वक्तुं न शक्नुमः खलु. तदेव अस्तु. तर्हि तत्र प्रथमवाक्यं स्पष्टं स्यात् तत्र तत्र गन्धवती पृथ्वी इति. अस्तु, तर्हि बालसुब्रह्मण्यमहोदय अग्रे पठति वा किञ्चित्. नित्यत्वादिविभागः न तत्र न, तत्र यत् वयं स्थूलाक्षरैः अस्ति तत्र गन्धवती पृथ्वी तत्र गन्धवती पृथ्वी तदनन्तरं सा द्विविधा नित्या अनित्या च. पृथिवी नित्या अनित्या च इत्युक्ते पृथ्वी द्विविधा अस्ति, नित्या अनित्या. अनित्या इत्युक्ते यस्य नित्यत्वं नास्ति, यस्य ध्वंसं भवितुम् अर्हति तदस्ति अनित्या इति. नित्या परमाणुरूपा, अनित्या कार्यरूपा. कार्यरूपा इत्युक्ते तत्र कार्यम् इत्युक्ते जन्यं, यत्र तत्र इत्युक्ते तत्र जननं भवति चेत् तस्य ध्वंसमपि भवितुम् अर्हति खलु, तदा तादृशा रूपा अस्ति चेत् तद् अस्ति अनित्या इति. परमाणुस्तरे यद् अस्ति तदस्ति नित्या. तत्तु वयं यदा वयं सामान्यविषये पठितवन्तः तत्रापि आसीत्, अपि च अग्रे अपि पुनः आगच्छति तत् सर्वं किञ्चित् विस्ताररूपेण. पुनः त्रिविधा शरीर इन्द्रिय विषयभेदार्थ. अस्तु, अत्र पुनः त्रिविधा इत्युक्ते तत्र पुनः कः त्रिविधा अथवा का त्रिविधा? पृथ्वी त्रिविधा, परन्तु तत्र अनित्या कार्यरूपा यदस्ति सा त्रिविधा. नित्या परमाणुरूपा, तत्र प्रभेदः खलु. प्रथमं तत्र द्विविधा अस्ति, नित्या अनित्या इति. अनन्तरं यद् अनित्या अस्ति सा त्रिविधा शरीर इन्द्रिय विषयभेदात्. शरीरम् अस्मद् आदीनाम् इत्युक्ते तत्र मनुष्य मृग पशु इति यद् शरीरमस्ति तदेव अस्ति तत्र अस्मदादीनाम् इति. इन्द्रियं गन्धग्राहकम्. इन्द्रियं इतोपि अग्रे अस्ति खलु वाक्ये, सम्पूर्णं नास्ति. इन्द्रियं गन्धग्राहकं, ग्राहणं नासाग्रवर्ति. इत्युक्ते इन्द्रियम् इति ग्राणम् इति पार्थिव इन्द्रियमस्ति. तत् कुत्र अस्ति? गन्धग्राहकम् कुत्र? ग्राणम् इति इन्द्रियं, तत् कुत्र अस्ति? नासाग्रवर्ति. नासाग्रे अस्ति, तदस्ति नासाग्रवर्ति. नासाग्रे इत्युक्ते अस्माकं नासिका अस्ति खलु, तस्मिन् तत्र अग्रिमभागे ग्राणमिति पार्थिवेन्द्रियम् अस्ति. तदस्ति गन्धग्राहकम् इति. ग्राहकम् इत्युक्ते ज्ञानजनकम् इत्युक्ते तत्र येन ज्ञानं प्राप्तुं शक्नुमः इति. तत्र कीदृशज्ञानं गन्धः इति इति ज्ञानं इति गन्धमिति ज्ञानं तत्र पार्थिव इन्द्रियं ग्राणम् उपयुज्य प्राप्तुं शक्नुमः. तत् नासस्य अग्रभागे अस्ति इति. अग्रे विषयः मृत् पाषाणादिः इत्युक्ते तत्र मृत् पाषाणः इति यत् पार्थिवजनकं विषयः अस्ति तदस्ति तृतीयविधः. तर्हि तत्र प्रथमं शरीरमस्ति, द्वितीयम् इन्द्रियं, तृतीयं विषयः इति तत्र त्रिविधप्रभेदाः सन्ति. अस्तु, तर्हि एतस्मिन् विषये एव प्रायः किञ्चित् इतोपि अधिकम् आगामिकक्षायां पठिष्यामः. इदानीम् अत्र समापयामः. प्रश्नः अस्ति चेत् पृच्छतु, नो चेत् समापयामः. धन्यवादः. तर्हि धन्यवादः. शुभरात्रिः. शुभरात्रिः. धन्यवादः.